नमस्सर्वेभ्यः अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लर्याः वर्गं प्रति स्वागतम्। प्रवर्तमानः विषयः अस्ति तृतीया विभक्तिः। कुत्र कुत्र तृतीया विभक्तेः आवश्यकता अस्ति इति अद्य विशालाक्षी भगिनी श्रावयति, परन्तु आदौ ध्येयमन्त्रः। विशालाक्षी भगिनी, भवती एव आरम्भं करोतु, अत्र अहं स्थापयिष्यामि। आम्, अस्तु भगिनि, ध्येयमन्त्रः। इन्द्रियाणामनुत्सर्गः मृत्यूनामपि विशिष्यते, अन्यर्थं पुनरुत्सर्गः साधयेद्दैवतान्यपि। अत्यर्थम् अस्ति तत्र, अन्य नास्ति, अत्यर्थम्, अति अर्थम्, अत्यर्थम्। ओके, अत्यर्थं पुनरुत्सर्गः साधयेद्दैवतान्यपि। अत्र कस्य अनुत्सर्गः मृत्युनापि विशिष्यते? कस्य अनुत्सर्गः मृत्युनापि विशिष्यते? इन्द्रियान्, इन्द्रियाणाम् अनुत्सर्गः मृत्युनापि विशिष्यते। कस्य उत्सर्गः दैवतान्यपि साधयेत्? अत्यर्थं पुनरुत्सर्गः। उत्तम, दैवत्। अत्र तृतीया विभक्तौ कः शब्दः अस्ति? इन्द्रियाणां तृतीया विभक्तौ अस्ति किम्? I don't know, I will not be able to find out like that. कोऽपि साहाय्यं करोतु। हरि ओम्, कोऽपि साहाय्यं करोतु। भगिनी विजयकुमार् महोदय, अत्र तृतीया विभक्तौ कः शब्दः अस्ति? के सन्ति? कविता भगिनी, विजयकुमार् महोदय, नैव गुरुणा मुनिना मृत्युना इति शब्दः तृतीया विभक्तौ अस्ति। विशालाक्षी भगिनी, अत्र अन्वयं पठतु। एक वन् मिनिट्। अन्वयः, इन्द्रियाणाम् अनुत्सर्गः मृत्युना अपि विशिष्यते। इन्द्रिय उकारान्तः पुल्लिङ्ग षष्टिविभक्तिः, उत्सर्गः अनुत्सर्ग अकारान्तः पुंलिङ्गः प्रथमा विभक्तिः, मृत्युना मृत्यु उकारान्तः पुं तृतीया विभक्तिः, अपि अव्ययं विशिष्यते वि वाट् इस् प्लस् काल्ड् योगः, वि योगः शिश् हिंसायां प्रत्ययपदं पुनः अत्यर्थम् पुनः अत्यर्थम् उत्सर्गः दैवतानि अपि साधयेत्। पुनः अव्ययम् अत्यर्थम् अत्यर्थ उकारान्तः पुल्लिङ्ग् द्वितीयविभक्तिः। उत्सर्गः उत्सर्ग अकारान्तः पुंलिङ्गः प्रथमाविभक्तिः। दैवतानि द्वितीया विभक्तिः दैवत नपुंसकलिङ्गम्। अपि अव्ययम् साधयेत् सत् विधिलिङ्ग् लिङ्ग लिङ्ग विधि लिङ्ग्लकार लिङ्ग्लकारः ओके दे ग इस् नाट् दे गकारः नास्ति तत्र लिङ्ग्लकारः लिङ्ग् अस्तु लिङ्ग्लकारः लिङ्ग्लकारः अस्तु। इदानीं श्रावयतु तृतीयाविभक्तेः आवश्यकता कुत्र कुत्र अस्ति। क्रिया क्रियायां यत् साधनं भवति तस्य तृतीया विभक्तिः भवति। When an instrument is used in an action, that is in the Tritiya Vibhakti. Bhava Suchak, example, Udharanaha, Aham Karavastrena Mukham Marjayami. So Karavastrena is the instrument used to wipe your face. Bhava Suchakanam शब्दानाम् अपि तृतीया विभति भवति। वेन् अ वर्ड् शोस् इमोशन् इट् इस् यूस्ड् इन् तृतीया विभक्ति। उत्तमम् एक्साम्पल् उदाहरण बालकः सन्तोषेण क्रीडितुं गतवान्। द चैल्ड् went to play happily. So that santoshena shows the emotion in which the child has. Saha iti shabdah yatra bhavati tatra tritiya vibhaktihi bhavati. Wherever the word saha is used, that is along with, we use tritiya vibhaktihi. Udharana रामेण सह वनं लक्ष्मणः रामेण सह वनं गतवान्। सो अलाङ्ग् रामेण इस् इन् यूस्ड् इन् तृतीया विभक्ति बिकास् लक्ष्मण हेस् गान् वित् अलाङ्ग् वित् हिम् ओके विना इत्यस्य शब्दस्य योगे तृतीया विभक्तिः भवति। वेन् यु वाण्ट् टु इण्डिकेट् एन् एब्स् द एब्सेन्स् आफ् सम्थिङ्ग् वि यूस् तृतीया विभक्ति। एक्साम्पल् उदाहरण धनेन विना कोऽपि न जीवति। विदौट् विदौट् मनी नो बडि केन् लिव्। सो धनेन इस् यूस्ड् इन् द तृतीया विभक्ति। Vina is used there because we cannot live without money. Yaha shabdaha karana vachakaha hetu vachaka bhavati tasya tritiya vibhavati. Wherever the word is used as a reason or why question, there we use tritiya vibhakti. Example, मम आगमनेन सः सन्तुष्टः। हि वास् हेप्पी वित् मै अरैवल्। सो द रीज़न् फार् हिम् बी हेप्पी। प्रयाणसमये यत् वाहनम् उपयुज्यते तत् प्रयाणसाधनम् अथ तस्य तृतीया विभक्तिः भवति। ड्यूरिङ्ग् ट्रावेल् वाट् एवर् वेहिकल् इस् यूस्ड्, so what vehicle we use for travelling, that will be in the tritiya vibhakti. Example, sah dvichakrikaya vidyalayam gacchati. He goes to the school in a cycle. So the vehicle used becomes in the tritiya vibhakti. यदा वयं किमपि क्रीणीमः तदा यत् धनं दीयते तस्य तृतीया विभक्तिः भवति. Wherever you want to, when you go to buy something and you are paying money, that is used as a tritiya vibhaktihi. Example, aham ashta rupyakai etat pustakam kritavan. I have bought this book for 8 rupees. So the money is in the tritiya vibhakti. Nishedarthaka. निषेधार्थकः अलं शब्दः यत्र प्रयुज्यते तत्र तृतीया विभक्तिः भवति. बट् पर्याप्तार्थकस्य एक्साम्पल् फस्ट् ऐल् गिव् उदाहरण. बालः तूष्णीं तिष्ठन्तु अलं कोलाहलेन. इनफ् आफ् नाय्स्. सो वेरेवर् that type of the word where it is used as an order, enough, there you use tritiya vibhakti. But paryaptarthakasya alam shabdasya yoge tu chaturthi bhavati. But wherever we use enough as that we don't want any more, there we use chaturthi vibhakti. For example, what will you use as an example? Odhanam. Okay. Odhanam. अत्र तृतीयाविभक्तेः अन्वेषणं करणीयम् आसीत् भगवद्गीतायाः श्लोकेषु. अस्तु, केन केन कृतं गृहकार्यं कृतं वा न वा? नो, ऐ डिड् नाट् डू इट्. ऐ हव् डन् इट्. उत्तमं, विजयतु. उत्तमम्. अस्तु, धन्यवादः विशालक्षी भगिनी. म्यूट् मध्ये तिष्ठ. अस्तु, विजयकुमार् विजयथङ्की महोदय आरम्भं करोतु. आम् आम्, एकनिमिष, अहम् अत्र स्थापयिष्यामि. एकनिमिष. श्लोकं पठतु, अनन्तरं वदतु. ततः श्वेतैर्हयैर्युक्तैः महति स्यन्दने स्थितौ माधव पाण्डवश्चैव दिव्यौ शङ्खौ प्रदद्मतु. तृतीया विभक्ति इस् श्वेतैर्हयैर्हि युक्ते. उत्तमम्. युक्ते नास्ति, युक्ते नास्ति, हयैः. उत्तमं. श्वेतैः हयैः, अर्थं वदतु. ततः श्वेतैर्हयैर्युक्ते वैट् माधव मीन्स् क्रिस् लोर्ड् कृष्णा एण्ड् पाण्डव स्यन्दने मीन्स् चेरियट् in the chariot which is joined by white horses. Uttamam. Divyav shankhav pradadmatu. They blew the conch. Pradadmatu dhma iti dhatuhu asti litlakari asti. यदा भीष्मः शङ्खं धमातवान् तदा कौरवाः शङ्खैः भेरिभिः पणवानकगोमुखैः तुमुलं शब्दं कृतवन्तः. तदा कृष्णः अपि च अर्जुनः शङ्खं प्रदद्मतु. उत्तमं महोदय. अग्रे एकादेशः. पठतु महोदय. न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च किन्नो राज्येन गोविन्द किं भोगैर्जीवितेन वा. हियर् राज्येन इस् इन् तृतीया विभक्ति. उत्तमम्. अपि च जीवितेन वा. जीवितेन. उत्तमम्. अपि च भोगैः. उत्तमम्. उत्तमम्. यदा अर्जुनः स्वबान्धवान् दृष्ट्वा अहं न योत्स्यामि इति उक्तवान् तदा तदा एतत् श्लोकं सः उक्तवान्. अस्तु, एवम् उक्तवान्. अस्तु, अत्र नकांक्षे विजयं राज्ये. अस्तु महोदय, एकः निमिषः. अर्थं वदतु. It is there only. I desire not victory of Krishna, nor no. kingdom. No, I forgot to hide that. Yeah. So, of what available here, the by is not written. So, the translation is not given the Tritiya Vibhakti. But, by this kind of life of material things, Bhogaihi is by material things, Jivitena is living with these material things, what can I do by getting this kingdom. Astu. Agre. Astu. Vadatu. धूमेना व्रियते वह्निर्यथा दर्शो मलेन च यथुल्बेनावृतो गर्भस्तथा तत् तेनेदमावृतम्. मलेन. उत्तमम्. अपि च I don't think there is, or I don't know. Dhumena. Okay. Dhumena, by smoke. Malena is by the dirty smoke. Yatha. Ulbena. Ulbena is the fetus. Okay. Tena. Tena. Tena. Dhumena. Avriyate. Avriyate is, it is closed, it is covered. Malena dhumena. Malena is by dirty smoke. Vanhihi, the fire is covered, right, with smoke. We cannot see the fire, we can see the smoke only at, when it is covered with smoke. That way only. Just as the fetus is covered by the womb, this knowledge, wisdom is covered that way. So you can see the meaning. By that, that over here is knowledge. Knowledge. What knowledge? Brahman. The knowledge of God, or the knowledge of consciousness. Astu. Atra dhumena iti shabdasya mahodaya pratipadikam kim? धूमेन. प्रातिपदिकं किं? धूमः. हा, धूमः अकारान्त पुंलिङ्गशब्दः अस्ति. तथैव मलेन अपि, उल्बेन अपि तथैव. तेन, तेन इति शब्दस्य प्रातिपदिकं किं? तद्. उत्तमम्. अग्रे. Okay. पठतु. ब्रह्मार्पणं ब्रह्महविः ब्रह्माग्नौ ब्रह्मणाहुतं ब्रह्मेण तेन गन्तव्यं ब्रह्मकर्मसमाधिना. तेन इस् ओब्वियस्. ब्रह्मार्पणं ब्रह्महविः ब्रह्मा I don't know if there is Brahmana. There is Brahmana. Brahman iti pratipadikam asti. Okay. Apicha samadhina. Samadhina. Samadhihi iti bahurihi samasah asti. So okay. You can read the translation also. Everything is Brahma. What we are offering, what is being offered, everything is Brahma, and such a person is the one who knows Brahma. You can read the translation. Mahode? Okay. Brahman. Brahma is the oblation. Brahma is the melted butter. I don't think this is the actually the translation. It is because Brahmarpanam Brahmahavi, the person whom you are giving it to is Brahma. The sacrifice itself is Brahma. Okay Brahma. Brahman. Brahman, not the Chaturmukha Brahma. Not Chaturmukha Brahma. Brahman is the consciousness, that is, you can say over here, Krishna also, because he is, Vishnu is the one who is everything, right, for us. Brahman is the oblation poured into the fire of Brahman. The Brahman verify, verily shall be reached by him who always see Brahman in action. So when you are doing a yajna, that is everything actually. That is everything. Not only a yajna where you are putting fire and you are putting oblation, etc. Even if this work that we are doing of learning or teaching is understood as being done by him, it's very difficult to remember that, frankly. But at every point, what I understand is karta, karma and kriya all are. Yes. That is the karta, karma, kriya. Sarvam api. Astu. Agri. Ekam. उत्तमः श्लोकः अस्ति एषः श्लोकः उत्तमः श्लोकः पठतु फोर् स्टूडेण्ट्स् फार् एव्रिबडि वि आर् आल् स्टूडेण्ट्स् आल्वेज् 100% आफ् द टैम् तद्विद्विप्रणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः प्रणिपातेन परिप्रश्नेन बोध इन् तृतीया अपि च ज्ञानिन नैव ज्ञानिनः तु तत्र प्रथमाविभक्तेः शब्दः परन्तु सेवया सेवा इति प्रातिपदिकम् अकारान्तस्त्रीलिङ्गपदम् अस्ति तत्र तृतीया विभक्तिः तु सेवया इति भवति इदानीम् अर्थं वदतु तद्विद्विप्रणिपातेन प्रणिप्रश्नेन सेवया द स्टूडेण्ट् हु वाण्ट् टु लर्न् शुड् गो टु द गुरुस् एण्ड् ज्ञानी ऐ थिङ्क् यस् वित् Pranipatena is exactly translated in Namaskar. What should I say? Yes, with a bowed, you can say with a bowed head, with a with humility. That also you can translate yes. it that way. Not the exact translation. Then should ask question. Mm. Yeah. And the Gnani will teach you. Yeah, Sevaya. So this is specifically yes, yes. for the Gurukula students and Gurukula, you know, where that Pratha was there. Sevaya. Because Idanim tu Seva iti na kattum shakyate kina. So Upadekshyanti te Jnanam. Jnani naha tattva darshinaha. Who are these Jnani? Jnani is not teachers. Who teach online, they are not the jnanis. This is those who have actually seen Brahma, who have realized the soul, who have realized Brahman. Let's see what Swami Sivananda, who have realized the truth. So Pariprashnena, this is Pariprashnena is actually a very important thing for Sanatan Dharma teaching. Everybody is entitled, in fact questions only give you answers. It helps the teacher also to learn, not only the student to learn, but it teaches the teachers also to know. Astu. Agre? Karotu Mahode? कायेन मनसा बुद्धया केवलैरिन्द्रियैरपि योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये कायेन मनसा बुद्धया उत्तमं बुद्ध्या योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वा ऐ थिङ्क् त्यक्त्वा कीदृशं पदम् सोरि अत्र अत्र केवलैः इन्द्रियैः केवलैः इन्द्रियैः केवलैः इन्द्रियैः अर्थं वदतु सङ्गं त्यक्त्वा आत्मशुद्धये दोस् हू आर् योगीस् डू कर्मास् बट् दे डोण्ट् अटेच् टु इट् दे डू कर्मास् वित् बोडी एण्ड् मैण्ड् एण्ड् इण्टलेक्ट् but also sent by senses they do karmas but they don't attach to it yes uttama dhanyavadah mode ek nimish anyat anyah kopi prayatnam kartum ichhati kim kavita bhagini athwa vijay kumar mahoday athwa vishalakshi bhagini agre prayatnam kartum ichhati kim aam bhagini asto dhanyavadah vijay tanki mode dhanyavadah अस्तु कविता भगिनी पठतु आं भगिनि तया सोरि स तया श्रद्धया युक्तस्यया धारणस्मिहिते लभते च ततः कामान्यम् एव विहितान्हितान् मयैव कामान् मयैव विहितान् हितान् कामान् मय्येव विहितान् हितान् तया श्रद्धया उत्तमं तया श्रद्धया मय्येव मयि एव अस्ति मयैव मयि एव अस्ति मयि सप्तमी विभक्तिः द्वौ शब्दौ एव तया श्रद्धया तत्र प्रातिपदिकं किं प्रातिपदिकं किं तद् लिङ्गं तद् लिङ्गं पुल्लिङ्गं तया तया स्त्रीलिङ्गं स्त्रीलिङ्गं हा स्त्रीलिङ्गं श्रद्धया श्रद्धया प्रातिपदिकं किं श्रद्धा श्रद्धा तृतीया भक्ति स्त्रीलिङ्गे अर्थम् अर्थं किं श्लोकस्य अत्र अत्र with whichever with devotion whichever god we pray to we reach that god we reach that god that is what is the meaning of this shloka the essence over here they have written that desires are obtained but desires also are given by him only mayaiva vihitan hitan ast agri अभ्यासयोगेन युक्तेन चेतसा नान्य गामिना परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् एकः शब्दः अस्ति अभ्यासयोगयुक्तेन एकः शब्दः एव यतो हि तत्र सम्मतः अस्ति चेतसा उत्तमम् उत्तमं चेतसा तृतीया विभक्ति नान्यगामिना उत्तमम् न अन्यगामिना अन्यगामिना अन्यगामिना तत्र तृतीया विभक्तिः नैव चिन्तयन् नास्ति चिन्तयन् थिङ्किङ्ग् अबौट् इट् कण्टिन्यू सो द मीनिङ्ग् इस् बै द कान्शियस्नेस् विदौट् गोयिङ्ग् एनिवे एल्स् but always being joined to yoga abhyasa yoga yuktena by doing practice paramam purusham divyam yati he goes to that paramam purusham see what Sivananda Swami says same thing you can read it Bhagini just out of curiosity that's all not anything with the mind with the mind not moving towards any other thing made steadfast nanya gamina not moving nanya gamina not moving towards any other thing made steadfast by the method of habitual meditation and constantly meditating one goes to the supreme person the resplendent O Arjuna uttam अभ्यासयोगयुक्तेन हलो आं भगिनि एकनिमिषम् अहम् अत्र स्थापयिष्यामि वाय्स् न श्रूयते किं भगिनि अस्तु पठतु पुरुषः सपरः पार्थ भक्तया लभ्य त्वनन्यया यस्यान्तस्थानि भूतानि येन सर्वमिदं ततं भक्तया भक्त्या उत्तमं भक्त्या लभ्यस्त्वनन्यया अपि च नैव, यस्य यस्य यस्य इति शब्दस्य विभक्तिः का? यस्य रामस्य. अच्छा, राम राम, हा, परन्तु विभक्तिः का यस्य इति शब्दस्य? हा, तृतीय यस्य रामस्य षष्टि. हा, षष्टि विभक्ति. अन्यत् एकं पदम् अस्ति अत्र, अन्यत् एकं पदम् अस्ति अत्र, येन. हा, येन, उत्तमम्. येन यद् इति प्रातिपदिकं येन. Here also it is the same thing, that purusha is obtained only through this one, through dedication, through bhakti, Pathatu. Oh. Unswerving. The highest purusha, O Arjuna, is attainable by unswerving devotion to him alone, within within whom all beings dwell and by whom all this is pervaded. Sorry. Rajavidya Rajagvaishya Yogam iti yogah iti tatra asti. Kshametam akshara brahma ashtamaha ashtamaha adhyaya asti natu navama ekanimesha. एषः श्लोकः अपि उत्तमः श्लोकः. पठतु. प्रयाणकाले मनसाचलेन भक्तया युक्त योगबलेन चैव भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् सतत्परं पुरुषम् दिव्यं. त्रिष्टुप् छन्दसि एवं वदनीयं. प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् सतं परं पुरुषमुपैति दिव्यं. वदतु, द्वितीया विभक्तौ के के शब्दाः? योगबलेन, योगबलेन उत्तमम्. योगबलेन मनसाचलेन, मनसा अचलेन, अचले मनसाचले. बस् नैव अन्यत् पदमस्ति, अन्यत् पदमस्ति. पुरुषम् उपैति दिव्यं तत्तु नास्ति, परन्तु भक्त्या, जानाति भक्तिः इति शब्दः स्त्रीलिङ्गे अस्ति, तृतीयाविभक्तिरूपं भक्त्या अस्ति. योगबलेन प्रयाणकालेन मनसा अचलेन. वदतु अर्थं, पठतु. दिस् इस् एट् वन्, वेरि नैस्. पठतु. At the time of death, with unshaken mind endowed with devotion by the power of yoga, fixing the whole life breath in the middle of the two eyebrows, he reaches that resplendent supreme person. इदानीम् एव कठिनः, अग्रे किं भविष्यति न जाने, परन्तु पठनीयम्. अन्यः कोऽपि प्रयत्नं कर्तुम् इच्छति किं, विजयकुमार् महोदय अथवा विशालाक्षी भगिनी? विजयकुमार् महोदय, करोतु. स्क्रीन् में है. यार ज्ञानयानेनं चाप्यन्ये यजन्तो मामुपासते एकत्वेन पृथक्त्वेन बहुधा त्रिक्षतो मुखम् विश्वतो मुखम् प्रयत्नं करोतु यज्ञेन उत्तमं ज्ञानयज्ञेन एकः एव शब्दः सः समासः अस्ति ज्ञानयज्ञेन उत्तमं पृथक्त्वेन उत्तमम् अपि च एकत्वेन उत्तमम् बहुधा बहुधा उत्तमम् अर्थं वदतु others also sacrificing with the wisdom sacrifice worship me the all face as one as distinct and as mindful manifold as one also as many also ekatvena prithaktvena bahudha by many means he is obtainable अग्रे उत्तमः श्लोकः प्रसिद्धः श्लोकः एषः पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रविच्छति तदहं भक्त्युपमत विश्रामि प्रयतात्मनः तदहं भक्तियुपरितम् अश्नामि प्रयतात्मनः वदतु भक्त्याया उत्तमं भक्त्या अपि च एकः एव अस्ति नैव एकः एव अस्ति एकः एव अस्ति भक्त्या दिस् इस् अ नोन् वन् परन्तु पठतु whoever offer me with the devotion of leaf a flower a fruit a little water that so offer devotionally by the pure minded I accept विशालाक्षीभगिनी प्रयत्नं कर्तुम् इच्छति किम् इदानीं द्वौ विशालाक्षीभगिनी अस्ति किं नैव न कर्तुम् इच्छति अस्ति अस्ति अस्ति कर्तुमिच्छति किं नैव किं करोतु विजयकुमार महोदय अग्रे प्रयत्नं करणीयम् अभ्यासयोगयुक्तेन न हि ज्ञानेन सदृशं पवित्रमिह विद्यते तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति तत्र किम् अस्ति इत्युक्ते वयं प्रयत्नं कुर्मः चेत् आगन्तुम् अर्हति परन्तु प्रयत्नं न कुर्मश्चेत् न आगमिष्यति इति तु सिद्धः एव अस्ति इफ् वि ट्राय् देन् देर् आर् चान्सेस् दट् वि विल् लर्न् इफ् वि डोण्ट् ट्राय् इट् इस् क्वैट् डेफिनेट् ऐ मीन् वि हेव् टु ट्राय् वि हेव् टु बी वित् इट् नोबडि नोस् एव्रिथिङ्ग् नन् आफ़् अस् एण्ड् वेन् ऐ से नन् आफ़् अस् ऐ मीन् टीचर्स् स्टुडेण्ट्स् आल् लैक् यतोहि तत्र ज्ञानं तु न परिमितम् इट् इस् वास्ट् especially this knowledge. It is impossible. In fact, I must be making mistakes which once you all will learn, you all will come to know. Bhagini is making mistakes. But trying, we have to try. Astu. Vadatu Mahode. Takshetram yach yadruka cha yadkari yataksat yatah sa cha yo yat prabhavaksha तस्समासेन मे शृणु तत्समासेन समासेन एव तत् तु अन्यत् समासेन सो यु हैव ब्रीफ्ली यु हैव अबाउट द फील्ड एंड द नोअर ऑफ द फील्ड I think only one is there, I think, no? Ekam eva. Tat kshetram yaccha yadrikcha yadvikari yatascha. Patatu. Kshetra kshetrajnya vibhaga yoga ha, iti adhyaya. What the field is and what the nature? What are its modifications and whence it is and also what he is, who he is, also who he is and what his powers are. Hear all that from me in brief. Samasena is briefly. Okay. Meshrunu. Okay. Agree. अभवत् नीचे जालपुटस्य कृते अधिकं जातम् ज्ञानम् it's not moving. यः एवं वेति पुरुषः प्रकृतिं च गुणैः सह सर्वथा वर्तमानोऽपि न स भूयो विजायते उत्तमम् वदतु गुणैः उत्तमं गुणैः वन् हु अण्डर्स्टाण्ड्स् दिस् द 13th चाप्टर् वेरि डिटेल्ड् अण्ड् वित् डेप्त् इट् इस् एक्चुलि द चाप्टर् ही विल् नाट् बि बोर्न् अगेन् अस्तु पठतु एकं शब्दः एकः एव शब्दः एकः एव शब्दः हि हू thus knows the spirit and matter together with the entity in whatever condition he may be, he is not born again. I'm assuming that entity is, I don't know what that word means. I'm assuming it is gunaihi. Gunaihi, okay. Yeah, because that is what it, with that. But I don't know, okay. I have never heard of this word entity. Okay. Anyway, gunas. We know what the three gunas are, so. अस्तु धन्यवादाः अनेके धन्यवादः अग्रे इदानीं त्रिसप्ततिः अधिकं शतं तमं पुटं 173 पेज् नम्बर् 173 धन्यवादाः विशालाक्षी भगिनी इदानीं पठतु भवती विशालाक्षी भगिनी अस्ति किम् अस्मि आवर्णे दत्तस्य शब्दस्य उचितेन विभक्तिरूपेण रिक्तस्थानं पूरयत् इदानीम् अत्र भगिनी तृतीयाविभक्तौ के शब्दाः सन्ति इति ज्ञातुं शक्नोति किम् ऊहयतु, चिन्ता नास्ति, प्रयत्नं करोतु. आवरणे, आवरणे उचितेन, उचितेन आवरणे तु सप्तमी विभक्ति, उचितेन अपि च, अपि च विभक्तिरूपेण, रूपेण. उत्तमम्. अर्थं वदतु प्रश्नस्य. With the words given in the back brackets, complete the fill in the blanks with the correct vibhakti rupa. Uttam. Udharana gadaha tatra santi tabihi taha bhavantah yudyantam. Means what now? Vadatu. Gadaha tatra santi. The santi. Yeah. The gada is there. One gada? Kati gadaha? Gadaha. Oh. More than plural. It is plural. Plural. So, gadaha tatra santi. The meses are there. Santi. Now, meses. What they have given in the bracket Kade. Is taha. They have given the they have given word the pronoun taha. For gada. They have given the pronoun for taha, but that's not the correct vibhakti. Because yeah, you have to use tabihi. Tabihi. Yeah. Why? Because tabihi is the tritiya vibhakti for ekam karyam karoto. Ekam karyam karoto. Adav tatra agchahi pathato iti asti kila tat pathato adav. आदौ तत् पठतु. ओके, तर्हि सम्यक् भविष्यति. उच्चैः पठत, प्रथमा विभक्तिः, तृतीया विभक्तिः, सः तृतीया, प्रथमा विभक्तिः सः तत्, तृतीया विभक्तिः तेन ताभ्यां तैः. सः शब्दस्य लिङ्गं किम्? एकनिमिष, एकनिमिष. सः शब्दस्य पुंलिङ्गम्, पुंलिङ्गं. तत् दट् इस् नपुंसकलिङ्गं. तत् ओके. सः इस् दट् विच् इस् फार् अवे. सः इस् सम् मेल् फार् अवे. मेल् मीन्स् इट् कुड् बि थिङ्ग् आल्सो इन् संस्कृतं. तत् इस् दट् फार् अवे. अग्रे देन् एषः एतत्, एतेन, एताभ्याम्, एतैः. एषः दट् इस् आल्सो पुल्लिङ्ग् ओन्लि नो. यस्, आम् सत्यं, पुल्लिङ्ग अस्ति, परन्तु अर्थः कः? एषः दिस् मेल् नियर् बै दिस् मेल्. ओके. एतत्, एतत् इति शब्दस्य लिङ्गम्? एतत् इस् नपुंसकलिङ्गं. नपुंसकलिङ्गं. हवेव तृतीया विभक्तिः तु, तृतीया विभक्तिः तु एकं समानम् एव. तृतीया विभक्तिः तु समानं एताभ्याम् एतैः. या कः, किं, केन, काभ्यां, कैः. कः, कः what? Pumlinge. Or pumlinge, yeah. Kim is Kim is what? Kaha is who. Who, yeah, exactly. Then sa kena kena kabhyam kaihi. Uttama, dhanyavada bhagini. Yeah, ha, dhanyavada, dhanyavada. केन, काभ्यां, कैः. इदानीं शृणोतु विजयकुमार् महोदय, अग्रे पठतु. आं भगिनि. सा, तया, ताभ्यां, ताभिः. सा इति पदस्य विभक् लिङ्गं किम्? स्त्रीलिङ्ग. अर्थम् अर्थः कः महोदय? श्रूयते किं मम ध्वनिः? आं भगिनि, सा अर्थं दट् दट् फीमेल् दट् अग्रे एषा एतया एताभ्याम् एताभिः एषा इस् दिस् फीमेल् उत्तमम् एतया एतया एताभ्याम् एताभिः तत्र तृतीया विभक्ति सो बाय बै दिस् फीमेल् बै दीस् टु फीमेल्स् बै आल् द फीमेल्स् बै आल् दीस् फीमेल्स् देन् का कया काभ्यां काभिः का इस् वाट् विच् फीमेल् वाट् विच् फीमेल् विच् फीमेल् इट् कम्स् फ्रोम् द किम् सो ऐ केन् अण्डर्स्टाण्ड् वै द वै वि टेन् टु से वाट् बिकास् इट् कम्स् फ्रोम् किम् ओके परन्तु स्त्रीलिङ्गे अस्ति तर्हि विच् फीमेल् देन् भवान् भवता भवताभ्यां भवद्भिः भवताभ्यां न भवद्भ्यां भवद्भिः अस्तु महोदय धन्यवादः धन्यवादः कविता भगिनी अग्रे पठतु आं भगिनि भवती भवती सोरि भवान् भवान् भवता भवद्भ्यां भवद्भिः मिस्टर् भवान् मिस्टर् यु यु अच्छा यु ओ अच्छा यु बट् नाट् भवती यु अच्छा भवती भवती भवत्या भवतीभ्यां भवतीभिः शी शी यु अहं यु फीमेल् यु फीमेल् यु फीमेल् यु फीमेल् देन् अहं मया आवाभ्याम् अस्माभिः अहम् इदायि त्वं त्वया धन्यवादः ओके ओके धन्यवादः धन्यवादः आम् आम् विजयतङ्की महोदय विजयतङ्की महोदय पठतु आं भगिनि त्वं त्वया युवाभ्यां युष्माभिः मीन्स् यु बै यु बै बोथ् आफ् यु एण्ड् बै आल् आफ् यु सर्वः सर्वं सर्वेण सर्वाभ्यां सर्वैः सर्वः मीन्स् आल् आल् लिङ्गम् all males all males all males sarvah iti pumlinga shabdah sarvam napumsakalingi asti napumsakalingi asti sarvam okay then sarva sarvaya sarvabhyam sarvabhihi sarva means sarva all females all females by all females by those two females and by all the females again so why sarva is usually it's actually plural by itself but in sanskritam sarva is treated as sarvah is treated as pumlingam and it is a pronoun all it means all but you can also put it in the singular it's a little bit contradictory for those who are new to new means not new but our thinking our mindset has to change over there because sarva by itself means all so but it is in strilingam that's how vyakaranam is okay so generally you will not use sarvabhyam and sarvaihi you will use generally you won't use sarvena but if you use it also it is correct astu dhanyavadah mohode इदानीं धन्यवादः विशालाक्षी भगिनी करोतु अग्रे करोतु इदानीम् अवगतं किल अवगतं किल अवगतम् अवगतं कूर्चाः समीचीनाः सन्ति तैः चित्रकारः चित्राणि लिखति तैः किमर्थं करेक्ट् कूर्चा किमर्थं मोर् देन् प्लूरल् इट् इस् प्लूरल् एण्ड् पुल्लिङ्ग उत्तमं पुंलिङ्गे अस्ति चित्राणि लिखति लिखति इति कीदृशं पदं लिखति लिखति इस् द वर्ब् वाट् यु काल् वर्ब् लकारः कः लकारः कः लकारः लोट् लोट् लकारः लट् लट् लट् लकार लट् लकार ति अस्ति तत्र लट् लकार परस्मै परस्मैपदी अस्ति वा आत्मनेपदी अस्ति वा ओ ऐ फोगॉटन दैट तत्र टि अस्ति किल अस्तु अग्रे करोतु छुरिका तीक्ष्णा अस्ति सा जागरूकतया कर्तयतु सा छुरिका इस् वन् तया तया लिङ्गं तया जागरूकतया छुरिका फिमेल् स्त्रीलिङ्ग स्त्रीलिङ्ग स्त्रीलिङ्गम् अपि च वचनं किं वचनं किम् एकवचनम् एकवचनं अर्थः कः वाक्यस्य छुरिका मीन्स् दट् नैफ् इस् वेरि शार्प् यु शुड् यूस् इट् केर्फुलि जागरूकतया कर्तयतु कर्तयतु इति पदस्य किं लकारः कः कर्तयतु लोट् लकारः लोट् लकारः उत्तमं धन्यवादः विजयकुमार विजयकुमार महोदय आं भगिनि पुष्पाणि सुन्दराणि सन्ति तै देवं तैः देवम् अर्चामि अर्चामः अर्चामः अस्तु अर्थं वदतु पुष्पाणि सुन्दराणि सन्ति इस् फ्लवर्स् लुक् ब्यूटिफुल् आर् वेरि ब्यूटिफुल् फ्लवर्स् आर् ब्यूटिफुल् देन् तै भवान् तै देवम् अर्चामः डु वर्षिप् वित् दि worship the god uttam with these with the flowers with those flowers with the, or okay. with these flowers taihi so those flowers ha huh? a taihi okay. would have been these flowers with those okay. flowers worship astu agre vimanam shigram gacchati tatah bhavan prayanam karotu tena bhavan prayanam karotu uttamam तेन भवान् प्रयाणं करोतु वदतु अर्थः कः दट् इस् द फ्लैट् गोस् शीघ्रम् इस् फास्ट् एरोप्लेन् द एरोप्लेन् गोस् फास्ट् विमानं फास्ट् तै भवान् प्रयाणं करोति वाट् यूस् प्रयाणं करोति तै करोतु यु यु ट्रावेल् by the plane you travel by plane. the plane because okay. tena bhavan prayana sadhanam asti atra vimanam okay. prayanam prayana sadhanam asti tena by okay. that you travel karotu karotu iti padasya lakarah kah lot lakare uttam archamah archamah iti padasya lakarah kah archamah पठामः वदामः लट्लकारे लट्लकारे लट्लकारे अस्ति अपि च पुरुषः उत्तमपुरुषः अस्तु धन्यवादः महोदय कविता भगिनी अग्रे करोतु आं फलम् उत्तमम् अस्ति फलरसं निर्मातु न श्रूयते आं श्रूयते श्रूयते हा वदतु तानि फलम् उत्तमम् उत्तमम् अस्ति अस्ति तत् अस्ति फलरसं निर्मातु. तत् इति शब्दः अस्ति आवरणे. तृतीया विभक्तिः का तत् इति पदस्य? तेन ताभ्यां तैः. तेन तर्हि तेन तेन यतोहि अत्र फलम् एकवचने अस्ति. फलम् एकं फलम् एव अस्ति अत्र. तेन फलरसं निर्मातु. वदतु अर्थः कः वाक्यस्य? The fruits are the good, make fruits, make fruits, fruit is one fruit, one fruit is good, make phalras out of it. Agree. Tatra marjani asti, sa marjayatu, sa marjayatu, taya marjayatu. उत्तमम्. अर्थः कः? देर् इस् अ ब्रूम् देर् झाडु मारो. स्वीप् स्वीप् वित् देट् यु स्वीप् यु क्लीन् यु क्लीन् आर् यु स्वीप् मार्जयतु इति शब्दस्य किं तत्र कीदृशं पदं मार्जयतु? लोट्लकार मार्जयतु. उत्तमं, धन्यवादः. विजयथङ्की महोदय अग्रे करोतु. आं भगिनि. तानि वस्त्राणि मलिनानि, किं करोमि? तानि वस्त्राणि मलिनानि, तैः किं करोमि? तानि वस्त्राणि मलिनानि, तैः किं करोमि? अर्थः कः? तानि तत् तानि तत् ते तानि तानि वस्त्राणि मलिनानि. सर् डर्टि डर्टि डर्टि दोस् क्लोज़् आर् डर्टि डर्टि. तैः किं करोमि? वाट् विल् ऐ डू वित् दीस् और् वाट् शुड् ऐ डू वित् दीस् देट् आल्सो यू केन् किं करोमि. देट् मीन्स् दे आफ् नो यूस् टु मी. तैः किं करोमि? What can I do with them like that? Okay, what can I do with them? Agre pathatu mahode. What can I do with them? Karomi bhagini mahode. Karomi iti shabdasya lakarah kaha? Lot lakarah. Aha, karomi. Karotu na. Karomi. Sorry, lat lakarah. Lat lakarah. Purushah kaha? उत्तमपुरुषः. उत्तमपुरुषः. अस्तु अग्रे पठतु. नेक्स्ट् पेज्. उच्चैः पठत जानित च, सहयोगे तृतीया. धृतराष्ट्रः सञ्जयः. धृतराष्ट्रः सञ्जयेन सह सम्भाषणं करोति. कृष्णः राधया सह नृत्यति. अर्जुनः द्रौपद्या सह तिष्ठति. कृष्णः मात्रा सह क्रीडति. वाक्यानाम् अर्थमपि वदतु महोदय, सर्वेषां वाक्यानां. धृतराष्ट्रः सञ्जयेन सह सम्भाषणं करोति. धृतराष्ट्र इस् टाकिङ्ग् विथ् सञ्जय्. विथ् सञ्जय, सहयोगेन तृतीया. सः यत्र अस्ति तत्र तृतीया विभक्तिः आवश्यकी अस्ति. ओके. कृष्णः राधया सह नृत्यति. कृष्ण डान्सेस् विथ् राधा. अर्जुनः द्रौपद्या सह तिष्ठति. अर्जुन sits with Draupadi. Tishthati stands. Stands, okay. Tishthati stands. upavishati is sit. Okay, Arjun stands with Draupadi. Krishna matra saha kridati. Krishna playing with her mother, sorry, his mother. Plays with his mother. Agreya patatu. एतानि वाक्यानि उच्चैः पठत शिशुः मात्रा सह प्रसन्न तिष्ठति चाइल्ड इज हैप्पी विथ हिज मदर हैप्पी विथ हिज मदर नो प्रसन्नः तिष्ठति प्रसन्नः इज हैप्पी बट तिष्ठति स्टैंड सो हैप्पीली ही स्टैंड प्रसन्नः तिष्ठति हि स्टेण्ड्स् हेपिलि वित् हिस् मदर् तिष्ठति इस् स्टेण्ड् ओके अग्रे शकुनिः नकुलसहदेवाभ्यां सह युद्धं कृतवान् शकुनी फोट् और् वार् विथ् नकुल एण्ड् सहदेव उत्तमम् अत्र नकुलसहदेवाभ्याम् इति पदस्य वचनं किम् द्विवचनं कृतवान् कीदृशं पदं तवतु प्रत्यय उत्तमं धन्यवादः महोदय धन्यवादः तत्र विजयकुमार् महोदय अग्रे पठतु आं भगिनि श्रीकृष्णः पाण्डवैः सह आसीत् श्रीकृष्णा सिट् वित् दि पाण्डवास् सिट् कुत्र अस्ति तत्र सिट् नास्ति आसीत् केम् नैव आसीत् हि वास् देयर् लङ्लकारः अस् इति धातोः लङ्लकाररूपं सो पाण्डवैः सह आसीत् हि वास् देयर् विद् देम् श्रीकृष्ण ओके अग्रे भीष्मः गङ्गया भीष्मः गङ्गया सह वार्तालापं कृतवान् भीष्म टाक् वित् दि गङ्गया वित् गङ्गा ओके कृतवान् इति पदस्य कीदृशं पदं कृतवान् रूपं किं कृतवान् गतवान् पठितवान् वदतु लट् लकार नैव अग्रे जानाति बालिका शिक्षिकाभिः सह भ्रमणार्थं गच्छति भ्रमणार्थम् इस् फार् रोमिङ्ग् न भ्रमणार्थम् सत्यं रोमिङ्ग् तर्हि द गर्ल् शिक्षिकाभिः वित् कोलीग् शिक्षिका शिक्षकः शिक्षिका वित् दि फीमेल् टीचर्स् द गर्ल् वित् दि फीमेल् टीचर् रोमिङ्ग् went for roaming, here it must be a picnic gachhati iti padasya kidrisham padam gachhati kriya padam lakarah kah lat lakare uttamam gam iti dhatuh dhanyavadah mahoday vishalakshi bhagini त्वं भगिन्या सह पठ. You read with your sisters. Bhaginya is sisters. Sisters asti va? Sister. Patha. Patha ki dusham padam? Patha is kriya padam. Lakaraha kaha? Patha read. Lot lakaraha? उत्तमं भगिनी उत्तमम् अग्रे भवन्तः अस्माभिः सह क्रीडन्तु भवन्तः यु आल् प्ले अलाङ्ग् वित् अस् अस्माभिः उत्तमम् उत्तमं क्रीडन्तु कीदृशं पदं क्रीडन्तु इस् लोट्लकारः उत्तमम् अग्रे अहं त्वया सह चलामि ऐ विल् वाक् वित् यु उत्तमं चलामि कीदृशं पदं चलामि इस् लट् लकारः क्रियापदं धन्यवादः क्रियापदं तत्र कविवादः सेनापतिः सारथीना सह तिष्ठति सेनापति स्टाण्ड्स् वित् द सारथी सारथीना इति पदस्य भगिनी विभक्तिः तु तृतीया अस्ति जानीमः परन्तु लिङ्गः कः स्त्रीलिङ्ग नैव पुंलिङ्गे अस्ति गुरुणा नास्ति नास्ति तत्र तदर्थम् अहं पृष्टवती अस्तु अग्रे पाण्डवाः गन्धर्वैः सह अयुध्यन्तः अयुध्यन्त विसर्गः नास्ति अयुध्यन्त गन्धर्वैः पाण्डवाः गन्धर्वाज् न द गन्धर्वाज् हू सिङ्ग् अच्छा अयुध्यन्त अयुध्यन्त फाट् तत्र लङ्लकारे अस्ति अयुध्यन्त लङ्लकारे अस्ति पाण्डवाः गन्धर्वैः सह अयुध्यन्त द पाण्डवास् फाट् वित् द गन्धर्वास् न जाने किमर्थं परन्तु किमर्थं न जाने गन्धर्वैः सह अस्तु चिन्ता नास्ति अग्रे समयः करोतु समयः तु अस्ति एव अभ्यासः कुरुक्षेत्रे युद्धा क्षम्यतां वदतु वन् निमिष सः मीन्स् अलाङ्ग् वित् नो येस् सः अलाङ्ग् वित् ओके अस्तु कुरुक्षेत्रे थेङ्क्यू चिन्ता नास्ति एक्स्क्यूस् मी भगिनि वदतु महोदय आं भगिनि देयर् इस् अ क्वेश्चन् नम्बर् सिक्स् त्वं भगिन्या सह पठ एण्ड् पठ इस् लोट्लकार देन् वै लोट् इट् इस् नोट् पठतु वै नोट् पठतु इट् इस् वै बिकास् हौ मेनि पुरुषास् आर् देर् इन् द लकारात् प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः त्वं तत्र पुरुषः कः त्वं मध्यमपुरुषः प्रथमपुरुषे अस्ति चेत् पठतु पठतां पठन्तु पठ पठतं पठत पठानि पठाव पठाम लोट्लकारस्य रूपाणि देट् इस् वै इट् इस् नाट् पठतु बिकास् त्वम् इस् इफ् इट् वास् सः पठतु इफ् इट् वास् सः देन् इट् वुड् हव् बीन् पठतु बिकास् इट् वुड् हव् बीन् प्रथमपुरुषः एकवचनम् ओके अवगतम् नौ तद्विद्धि प्रश्नेन तद्विद्धि प्रश्नेन प्रणिपातं तु न मास्तु परन्तु परिप्रश्नेन तु आवश्यकम् अस्तु धन्यवादः कविता भगिनी हा चिन्ता नास्ति कविता भगिनी आं भगिनि कुरुक्षेत्रे युद्धारम्भे पाण्डवसेनापतिः दृष्ट्युद्यमः कः केन सह युद्धेत् इति निर्दिशति अधः तेषां अधः तेषां नामानि दत्तानि सन्ति वदतु इदानीं बिफोर् द स्टार्ट् आफ् द कुरुक्षेत्र वार् पाण्डवसेनापति दृष्ट्युद्धम कः केन सह वित् हूम् ही इन्स्ट्रक्टेड् वित् हूम् द युद्ध हेस् टु बि फाट् हा वित् हूम् हू शुड् फैट् हा वित् हूम् हू शुड् फैट् कः केन सह वित् हूम् वित् हू शुड् फैट् वित् हूम् लैक् देट् कू अस्ति तत्र कः केन सः युद्धेत निर्दिशति अधः तेषां नामानि दत्तानि सन्ति बिलो आर् गिवन् द नेम्स् आफ् द बिलो आर् गिवन् द नेम्स् पठतु तेषाम् उपयोगेन यथो धारणं सः इति शब्देन वाक्यानि रचयत् by using saha make the sentences atra tritiya vibhakta keke shabdah santi tritiya vibhakta kshetre tritiya vibhakta tesham upayogena yogena shabdena ha by using as per the example shabdena by that word which is given you frame sentences karotu agre arjunaha karnena sah yuddhet arjuna fought yudhet. With karna yuddhet not fought yuddhet yuddhet you should fight arjuna yudhet. Should fight with karna तत्र विधिलिङ्गकारः अस्ति विधिलिङ्गलकारः चिन्ता नास्ति नाट् लर्न् देट् सो इट्स् ओके नो प्राब्लम् भीमः दुर्योधनः भीमः दुर्योधनेन सह युद्धेत् अग्रे नकुलः द्रोणीः द्रोणेन सह द्रोणीः aha naiva drauni hi over there is ikarantah so drauni na dronaya drauni na ha droni na because it is because pullingi akriti hum manne then kripa उत्मौजा कृपः उत्मौजाः कृपेण सह उत्तमौजाः उत्तमजाः कृपेण सह युद्धेत् युद्धेत सहदेवः शकुनी इकारान्त शकुनिना शकुनिना सह शकुनिना सह युध्येत धन्यवादः भगिनि विजयथङ्की महोदय अग्रे समापयामः आं भगिनि शुड् ऐ रीड् करोतु हा करोतु केकितानः शलः चेकितानः शलेन सह युध्येत उत्तमं शिखण्डी भीष्मः शिखण्डी भीष्मेन सह युध्येत भीष्मेण न अस्ति भीष्मेण अभिमन्युः वृषसेनः अभिमन्युः वृषसेनेन सह युध्येत सात्यकी जयद्रथः सात्यकी जयद्रथेण सह युध्येत तत्र अत्र न एव अस्ति यतोहि थ तु बाधकशब्दः वर्णः जयद्रथेन सह युध्येत दृष्टकेतुः शल्यः दृष्टकेतु शल्येन सह युध्येत उत्तमम् धन्यवादः अत्र समापयामः अनेके धन्यवादः पुनर्मिलामः शुक्रवासरे एव शुक्रवासरे एव मेलिष्यामः आं भगिनि आं भगिनि धन्यवादः शान्तिमन्त्रं सन्ति किं कः वदति विशाक्षी भगिनी वदतु शीघ्रम् अस्ति किं विशालाक्षी भगिनी हा यस् यस् स्वस्ति प्रजाभ्यपरिपालयन्तां न्यायेन मार्गेण मही महिषाः गोभूचरेभ्यः शुभमस्तु नित्यं लोकाः समस्ता सुखिनो भवन्तु ॐ शान्तिश्शान्तिश्शान्तिः हरिः ॐ श्रीकृष्णार्पणमस्तु थैंक यू धन्यवादः अनेके धन्यवादः पुनर्मिलामः पुनर्मिलामः